पद्मपुराणं खण्डं 1 सृष्टिखण्डम् अध्यायम् 81 वैशम्पायन उवाच उद्भवं लोहिताङ्गस्य सन्तोषं तु जनेषु च प्रभावं वैभवं तेज श्रोतुमिच्छामि तत्त्वतः व्यास उवाच हरांश सम्भवो देव कुजाधपृथिवीसुतः सत्त्वस्तः सत्त्वसम्पूर्णशूरशक्तिधरो भुवि तीक्ष्णक्रूरग्रहो देवो लोहिताङ्कप्रतापवान् कुमारो रूपसम्पन्नो विद्युत्पादमयः प्रभुः अनेन भर्जिता दैत्याः क्रव्यादाय सुरद्विषः दशायोगा च मनुजा उद्भिज्जाः पशुपक्षिणः वैशम्पायन उवाच शम्भोरेष कथं जाधः कथं जादो महीसुदः ग्रहो देवः कथं क्रूर एतदिच्छामि वेदितुं कथमस्य भवेत्तुष्टिः सर्वलोकेषु सर्वदा गुरो मय्याप्तभावेदु वद निःसंशयं मुखाद व्यास उवाच हिरण्याक्षकुले धीमानसुराणां च पार्थिवः अन्धकेदि समाख्यादो दैत्यः सर्वसुरान्तकृत जादो विष्णुवरादेव जादो विष्णुपराक्रमः तेनैव निर्जिता देवासेन्द्राक्रतुभुजक्रमाद् तदो देवा विधिं गत्वा वचनं चेदमब्रुवन् अन्धकेनैव चास्माकं कृतं राज्यं सुखं मखः तस्मात्तस्य वधोपाय उच्यतां तद्विधीयताम् अथ दादा ब्रविद्वाक्यं देवानस्य च नैधनम् नास्ति विष्णुवरा देवपीयूषस्य च भक्षणाद् किं तु तस्या सुरत्वस्य यथा परिभवो ध्रुवम् कुर्वे लोकहितार्थाय श्रद्धां कामसमन्वितां विचिकित्सा तु तत्रैव सर्वा स्त्रीरधिगच्छति त्यक्त्वैकां पार्वतीं दुर्गां न तस्य मानसं स्थिरं ततः क्रुद्धो जगत्स्वामी तं च वैरूप्यदां नयेद तदोऽसुरत्वं संत्यज्य गणस्तस्य भविष्यति यवमुक्त्वा प्रजाध्यक्षश्रद्धां कामसमन्वितां विचिकित्सां स्वमायां च प्रेषयामास तं प्रति ततो विचेष्टितकामात् योषान्वेषणतत्परः स्वदारान् परयोषां च नापश्यद्विचिकित्सया ततो माया प्रयुक्तोऽसौ त्रैलोक्यं विचचारः दृष्टं च हिमवत्पृष्ठे स्त्रीरत्नं चाधिशोभनं दृष्ट्वा च पार्वतीं दैत्यकामस्य वशगो भवद ज्ञानलोपात्तदो दुर्गां गृहीतुं तां सचेच्छति उमा च कोटवीरूपम् कृत्वा देहस्य चात्मनः ईश्वरस्यान्तिकस्था च गृहीतुं तां ससारसः तथ कामविचेताश्च उन्मत्तीकृतचेतनः न जहादि शिवां धात्रीं पार्वतीं दैत्यपुङ्गवः ततो ध्यानासमागम्य मिलितपार्वतीं धवः दृष्ट्वा तं च स दैत्येन्द्रप्रकतस्तु स्वमालयं सज्जीकृत्य स्वयोद्धांश्च शम्भुं जेतुं समुत्सुकः गौरीमेव समानेतुं काममोहादचेतनः यदश्रुत्वा दुत्रिदशा गत्वा तं नन्दिनेरिदाः अकुर्वंश्च महद्युद्धं घोरं लोकभयङ्करं दैत्यान्रणे मृतांस्तत्र दैत्याचार्यो ह्यजीवयद यदद्वृत्तं तु कैलासे सर्वे चैवन्यवेदयन् क्रोधाच्चम्भुस्तदा वाक्यं नन्दिनं निजगादः गच्छ दैत्यालयं वीरद्रुतमेव ममाज्ञया पश्यतां सर्वदैत्यानां दैत्येन्द्रस्य च संसदि गृहीत्वा चिकुरेत्यर्थं भार्गवं तं दुरात्मकं लब्ध्वा चास्मत्सकाशं वै विह्वलं चानयक्षणात् ततो नन्दीश्वरश्रीमान् पार्वतीपदिनेरिदः काव्यं तं कुन्तले धृत्वा दैत्यानां पुरदो बलाद आनयन्तं च तं दैत्या जग्नुः प्रहरणैशरैः न शेकुस्ते रुजां कर्तुं नन्दिनो बलशालिनः देवानामग्रदो नन्दी गृहीत्वा तं च कुन्तले हरस्य पुरतो हृष्टसहतेन समाययौ गृहीत्वा भार्गवं शम्भुरसुराणां गुरुं रुषा अखिलद्रौद्रमूर्तोऽसौ कालान्तकसमप्रभुः ततो दैत्यपदि क्रुद्धः सर्वसैन्यवृदो बलि दुद्रावशङ्करं तत्र घोरै प्रहरणादिभिः त्रिदशाश्च तथा क्रुद्धास्तदो विद्याधरादयः प्रययुः समरं तत्र दैत्यानां च भृशं रुषा यतस्मिन्नन्तरे घोरं युद्धं भीष्मं समुद्धितं देवदानवयोरेवं सर्वलोकभयङ्करं ततः प्रत्ययितास्त्रैश्च देवानिघ्नन्ति दानवान् धनुजा निर्जरांस्तत्र विनिघ्नन्ति महाहवे शादकुम्भमयाङ्गैस्ते शरैर्वज्रसमानकैः बिभिदू रत्नपुंस्थैश्च परस्परजयैषिणः दीपयन्ति भृशं कान्तास्तद्गात्राणि नभांसि च वीर्यवन्दो महादैत्या न मोघैरस्त्रसञ्चयैः हत्वा च पादयामासु काश्यपासुरसतमाः जगद्व्याप्तमहासैन्यं बलायुध सुसंवृतं नीतं क्षयं सुरैः सर्वैः शस्त्रैः प्रत्ययिधैः क्षणाद् स्वयं च युध्यमानेन महादेवेन यत्नदः शूलोद्धृतोऽपि सुचिरमविनष्टोऽध नम्रधीः अन्धको गणदां नीत्वा कृतो भृङ्गीरिडिर्द्विज ततो देवान् समाभाष्य शुक्रमुद्गीर्णवान् शिवः भूमौ निपतितो गर्भस्तदो भौम इति स्मृतः शुक्रशिवं समाभाष्य गदो दैत्यान्मुदान्विदः एवं भौमसमत्पन्नो हरांशो भूसमुद्भवः तस्य पूजा चतुर्ध्यां तु भौमवारे च सुव्रतैः दशाद्यरिष्ठे च तथा गोचरे निष्ठराशिगे त्रिकोणे मण्डले चैव रक्तपुष्पानुलेपनैः एवं वै पूजितो भौम प्रयच्छति मदिं धनं पुत्रान् सुखं यशश्चैव किं भूय श्रोतुमिच्छसि? व्यास उवाच, एतद्वक्कथितं शिष्या धर्माख्यानं शुभावहं, यच्छ्रुत्वा न पुनर्भूयो जायते म्रियतेऽपि वा। द्विजादीनां पुण्यदं च संसेव्यं च शुभेप्सुभिः, यथा सुखं च गच्छध्वं कृतकृत्या ममाज्ञया। ब्रह्मोवाच, एवं विश्राव्य भगवान् व्याससत्यवती सुदः निर्णीयधर्मं विविधं सम्या प्रासमगात्सुद। त्वमपि श्रद्धया वत्स ज्ञात्वा तत्त्वं यथा सुखं विहरस्व यथा कालं गायमानो हरिं मुदा। लोकान् धर्मं चोपदिशन् प्रीणयन् जगदां गुरुम्। पुलस्त्य उवाच, युत्युक्तप्रययौ भूप नारदो गन्धमादनं नारायणं मुनिवरं द्रष्टुं बदरिकाश्रमे। इति श्रीपद्मपुराणे प्रथमे सृष्टिखण्डे भौमोत्पत्तिपूजनं नामैकाशीतितमोऽध्यायः। ॐ